सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तुते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति माहेश्वराणि सूत्राणि। गतसप्ताहे यत् अधीतं तस्य विषये एकवारं पुनः चिन्तनं कृत्वा अग्रे सरेम। माहेश्वराणि सूत्राणि माहेश्वरतः आगतानि इमानि चतुर्दश सूत्राणि माहेश्वराणि सूत्राणि। अत्र सूत्रेषु वर्णमालायाः ये वर्णाः सन्ति तेषां किञ्चित् भिन्न आयोजनं दृश्यते। मम स्क्रीन् दृश्यते वा? आं भगिनि। अस्तु अस्तु, धन्यवादः। तत्र वयं दृष्टवन्तः, तत्र आहत्य तत्र चतुर्दश सूत्राणि तत्र सन्ति। तेषाम् अन्यनामः अस्ति प्रत्याहारः। प्रत्याहारः इति एकं पारिभाषिकशब्दः व्याकरणशास्त्रे। प्रत्याहारः वदामः चेत् वर्णानां समूहः। यत्र समूहः नास्ति तत्र प्रत्याहारः न वदामः। तत्र न्यूनं द्वौ वर्णः स्तः, अतः तस्य नामः अस्ति प्रत्याहारः। तत्र वयं दृष्टवन्तः, तत्र आदौ ये चतुर् तत्र सूत्राणि तत्र सन्ति, तत्र सर्वे स्वराः तत्र दत्तम्। अ आरभ्य च पर्यन्तं ये तत्र चतुर्सूत्राणि तत्र सन्ति, तेषां मध्ये सर्वे तत्र स्वराः तत्र दत्तम्। अनन्तरं तत्र यः पञ्चम सूत्रम् अपि च षष्ठं सूत्रम् अस्ति, हयवरट अपि च लण् यः अस्ति, तत्र सर्वे अन्तस्थाः वर्णाः तत्र व्यञ्जनानि सन्ति। सो पञ्चम सूत्र आरभ्य अन्तपर्यन्तम् इत्युक्ते चतुर्दश सूत्रपर्यन्तं तत्र सर्वे व्यञ्जनानि तत्र दत्तम्। माहेश्वरसूत्रे तत्र किं न दत्तं? तत्र अयोगिवाहः व्याकरणशास्त्रे ये चत्वारि अयोगिवाहः तत्र सन्ति, ये वर्णाः, ते अपि वर्णाः ते अत्र न दत्तम्। इत्युक्ते अत्र अनुनासिक अपि च विसर्गः जीवामूल्य अपि च उपदमान्य एते चत्वारि अक्षरा वर्णाः अत्र न दत्तम्। तत्र वयं किं दृष्टवन्तः, प्रत्येकस्मिन् सूत्रस्य तत्र किम् अस्ति, अन्ते एकं व्यञ्जनः अस्ति, स्वररहितव्यञ्जनः अस्ति। स्वररहितव्यञ्जनः अस्ति सः इत्संज्ञकव्यञ्जनः, इत्युक्ते इत्संज्ञकः अस्ति, अतः अनन्तरं तस्य लोपः अपि जायते। सो प्रत्याहारस्य निर्माणसमये तत्र इत्संज्ञकवर्णस्य ग्रहणं न भवति, इत्युक्ते अन्ते स्थितस्य इत्संज्ञकवर्णस्य तत्र ग्रहणं न भवति यदा वयं प्रत्याहारस्य निर्माणं कुर्मः। तदा मध्ये कोऽपि इत्संज्ञकवर्णः आयाति, तस्य अपि ग्रहणं न भवति प्रत्याहारे। सो यदि अक् वदामः चेत् तत्र यः मध्ये नकारः इत्संज्ञकः आयाति, अपि च अन्ते यः ककारः इत्संज्ञकः अस्ति, प्रत्याहारनिर्माणसमये तेषां गणना न भवति। इत्युक्ते अक् प्रत्याहारे केवलम् अ इ उ अपि च रु अपि च लु एते पञ्चस्वराः एव तेषाम् एव ग्रहणं भवति। अनन्तरं वयं दृष्टवन्तः, तत्र ये व्यञ्जनानि सन्ति माहेश्वरसूत्रे सूत्रेषु ये व्यञ्जनानि सन्ति, तत्र अकारः केवलम् उच्चारणार्थम् अस्ति। ह वदामः चेत् तत्र उच्चारणं सौलभ्यं भवेत् इति तत्र अकारः तत्र स्थितम्, अतः तस्य अकारस्य अपि गणना न भवति। यदि वयं तत्र यदि वयं हट् प्रत्याहार, हट् तु कोऽपि प्रत्याहारः नास्ति, परन्तु यदि वयं जश् प्रत्याहारः वदामः, ज आरभ्य श पर्यन्तं, सो तत्र यः वयं तो उच्चारण समये ज ब ग ड इति वदामः, परन्तु यदि वयं जश् प्रत्याहारस्य निर्माणसमये केवलं तत्र ज ब ग ड द एते पञ्चव्यञ्जनानि एव तत्र जश् प्रत्याहारे आयाति. सो यः अकारः अत्र श्रूयते सः केवलम् उच्चारणार्थम् अस्ति. उच्चारणे तत्र काठिन्यं मा भवेत् इति तत्र सः अकारः स्थितम्. सो प्रत्येकस्मिन् व्यञ्जनस्य सः तत्र अकारः श्रूयते, सः अकारः केवलम् उच्चारणार्थम्. परन्तु तत्र एकः प्रवादः अस्ति, लण् इति यः सूत्रम् अस्ति, तत्र वार्तिकम् अस्ति वा प्रवादः अस्ति, एकनिमिषः अहं पश्यामि कुत्र अस्ति. आम्, अत्र लन् मध्ये तु इत्संज्ञकः पदच्छेदः, एकं वार्तिकम् अस्ति लन् मध्ये तु इत्संज्ञकः इत्युक्ते अस्य किं तत्र प्रयोजनं किम् अस्ति, यः लण् इति प्रत्याहारः अस्ति प्रथम द्वितीय तृतीय चतुर्थ पञ्चम अपि च षष्ठ सूत्रं यः अस्ति तत्र लण् इति यः प्रत्याहारः अस्ति. अत्र यः अकारः अस्ति सः अकारः न केवलम् उच्चारणार्थं, सः इत्संज्ञकः अपि, इत्युक्ते अत्र अकारः अनुनासिक अस्ति, अकारस्य उपरि चन्द्रबिन्दुः अस्ति. सो लण् मध्ये यः अकारः सः अकारः न केवलम् उच्चारणार्थं, सः अकारः अनुनासिक अपि अस्ति, इत्युक्ते सः तस्य इत्संज्ञा अपि भवति. यत्र यत्र वयं व्याकरणशास्त्रे वदामः केवलं स्वरः उच्चारणार्थम् अस्ति, सः स्वरः इत्संज्ञकः प्रायशः नास्ति, सः केवलं तत्र उच्चारणार्थं तत्र सौलभ्यं भवेत् इति तत्र स्थितम् अस्ति. परन्तु अत्र लन् यः लन् मध्ये यः अकारः अस्ति सः अकारः न केवलम् उच्चारणार्थं, सः अनुनासिक अपि अस्ति. तत्र वयं किम् अपि दृष्टवन्तः पूर्वस्मिन् वर्गे, तत्र यः आदौ यः अकारः अत्र दत्तमस्ति सः अकारः अष्टादश अकाराणां प्रतिनिधिः अस्ति. यथा वर्णमालायाम् अ आ अस्ति तत्र दीर्घ अकारः अपि अस्ति, परन्तु अत्र दीर्घ प्लुत् इति न दत्तमस्ति, अत्र केवलम् अकारः ह्रस्व अकारः दत्तमस्ति. सो सः अकारः अष्टादश अकाराणां प्रतिनिधिः अस्ति. वयं दृष्टवन्तः तत्र उच्चारणकालस्य आधारेण तत्र अकारः त्रिविधम् इत्युक्ते ह्रस्व अकारः, दीर्घ अकारः, प्लुत् अकारः. पुनः सः अकारः द्विविधा विभज्यते. किमर्थं चेत् तत्र अनुनासिक अपि च निरनुनासिक. अनुनासिक यः अकारः अस्ति सः तस्य मुखनासिका सः तस्य उच्चारणं भवति, तस्य नाम अस्ति अनुनासिकः. सो अनुनासिकस्वरस्य उपरि यत्र तत्र किम् अस्ति व्याकरणशास्त्रे एकं चन्द्रबिन्दुचिह्नं दत्तमस्ति. सो यस्य स्वरस्य उपरि चन्द्रबिन्दुः दत्तमस्ति सः अनुनासिकस्वरः स्वरः. पुनः तत्र किम् अस्ति अकारः त्रैवेद्यम् इत्युक्ते तत्र किम् अस्ति उदात अनुनासिक, अनुधात अनुनासिक, स्वरित अनुनासिक. तत्र यः तत्र एकं व्याकरणशास्त्रे किं तत्र उक्तं, प्रायशः पूर्वस्मिन् काले तत्र एकं स्वरविज्ञानम् आसीत्, इदानीन्तनकाले अस्माभिः तत्र अस्माकं सविधे तत्र सः स्वरविज्ञानं लुप्त जायते, इत्युक्ते सः वयं न जानीमः तत्र उद्धातस्वरः अपि च अनुदातस्वरः अपि च स्वरितस्वराणां तत्र उच्चारणं कथं भवति. परन्तु ये जनाः वेदाः जानन्ति ते प्रायशः तेषाम् उच्चारणं कर्तुं शक्यते. सो उद्धात अनुधात अपि च स्वरित ये स्वराः तत्र सन्ति तेषां यः चिह्नम् अस्ति, अनुदातस्वरः अस्ति चेत् तस्य किम् अस्ति अधोभागे एकं लघुरेखा तत्र दत्तम् अस्ति. वन् स्ट्रेट् लैन् वी मेक् इफ् देर् इस् अ स्ट्रेट् लैन् बिलो दिस् अकारः देन् देट् अकारः विल् बि अ अनुदात अकारः. तथैव यदि अकारः स्वरितः अस्ति चेत् तस्य उपरि एकं दण्डम् अस्ति, लघुदण्डम् अस्ति. सो वयं किं वदामः, अकारः स्वरितः. यस्य स्वरस्य न तु अधोभागे कोऽपि रेखा अस्ति, न उपरि कोऽपि दण्डम् अस्ति, सः उदात्तः. सो उदात्तस्वरस्य कोऽपि चिह्नं नास्ति. अनुदात्तस्वरस्य अधोभागे एकं लघुरेखा अस्ति, स्वरितस्वरस्य तत्र किम् अस्ति, अहं शेर् करोमि अत्र. एकनिमेषः. पिपिटि दृश्यते वा? आं भगिनि, अत्र दृश्यतु, अत्र स्वरचिह्नानि दीर्घः ह्रस्वः दीर्घः प्लुतः, अनन्तरम् अनुनासिक अननुनासिक अनुनासिक. अनुनासिकस्वरस्य उपरि चन्द्रबिन्दुः अस्ति. उदात्तस्वरस्य कोऽपि चिह्नं नास्ति, न तु अधोभागे कोऽपि रेखा अस्ति, न उपरि कोऽपि दण्डम् अस्ति. अनुदात्तस्वरः अस्ति चेत् तस्य अधोभागे तत्र एकं लघुरेखा अस्ति. वन् स्ट्रेट् लैन् वि मेक् बिलो अ स्वरः, देन् देट् स्वरः विल् बि एन् अनुदात्तस्वरः. यदि चन्द्रबिन्दुः अपि अस्ति, देन् वट् वि से देट् अनुनासिक उदात्त ह्रस्व अकारः. तथैव स्वरित यः स्वरः अस्ति, तस्य उपरि एकं लघु तत्र दण्डम् अस्ति. आम्, तत्र यदि उपरि भागे कोऽपि एकं लघुदण्डम् अस्ति, देन् स्वरः विल् बि अ स्वरित् स्वरः. सो तत्र प्रश्नः आयाति, उदात्त अनुदात्तस्वरितः ये तत्र स्वराः सन्ति, तेषां प्रयोजनं व्याकरणशास्त्रे किमर्थम्? तेषां प्रयोजनं वयम् अग्रे गत्वा तत्र तस्य अध्ययनं कुर्मः, परन्तु इदानीं तत्र विषयः अस्ति, अतः अहं वक्तुम् इच्छामि. तत्र यः स्वरस्य किम् अस्ति, धातुः किं पदि वयं स्वरं दृष्ट्वा एव वक्तुं शक्यते. इत्युक्ते धातुः परस्मैपदी वा आत्मनेपदी वा उभयपदी वा, तत्र उदात्त अनुदात्त स्वरितः स्वरस्य दृष्ट्वा एव तत्र सूत्राणि, तादृशसूत्राणि सन्ति. सो तत्र वयं एते स्वरविज्ञाने वयं किं जानीमः, तत्र धातुः किं पदि इति वयं ज्ञातुं शक्यते. स्वरविज्ञानस्य आधारेण एव ज्ञातुं शक्यते तत्र धातुः किं पदि, इत्युक्ते परस्मैपदी वा आत्मनेपदी वा उभयपदी वा. तत्र तादृशः सूत्राणि तत्र पाणिनिना दत्तं. सो स्वरविज्ञानस्य तत्र व्याकरणशास्त्रे प्रयोजनं किम् अस्ति इत्युक्ते, तेषाम् आधारेण एव वयं ज्ञातुं शक्यते धातु किं पदि इति. तत्र तादृशवार्ता अस्ति, तादृश तत्र सूत्राणि सन्ति, अतः एषां ज्ञानम् आवश्यकम् अस्ति. उदात्तस्वरः इत्युक्ते किम्, अनुदात् इत्युक्ते किं, स्वरितः इत्युक्ते किम्. अनन्तरं तत्र किम् अस्ति, एतत्तु स्वरस्य विषये. अनन्तरं वयं दृष्टवन्तः तत्र कानिचन तत्र पूर्वस्मिन् वर्गे प्रश्नानि तत्र सन्ति. हकारः किमर्थम् अत्र द्विवारम्? तथैव अत्र दृश्यतु, प्रथम यः सूत्रमस्ति अ इ उण् अपि च अत्र ळन्, अत्रापि नकारः इत्संज्ञकः, प्रथमसूत्रे अपि नकारः इत्संज्ञकः. किमर्थं तत्र नकारः द्विवारम् इत्संज्ञकः अस्ति इत्युक्ते, तत्र किं प्रश्नः आयाति, यदि वयं तत्र व्याकरणशास्त्रे अन् इति एकं प्रत्याहारः अस्ति. सो अन् वदामः चेत् तत्र पृष्टः आयाति, कस्य नकारस्य ग्रहणम् अस्माभिः कृतं, पूर्वस्मिन् नकारस्य ग्रहणं वा परनकारस्य ग्रहणम्? इत्युक्ते अनप्रत्याहारः वदामः चेत् तत्र केवलं त्रीणि वर्णाः अथवा यः लण् पर्यन्तं यः नकारः तत्र अपि गच्छामः. सो तत्र किम् अस्ति अ इ उ रु लु ए ऐ ए ओ ऐ औ हय वर अपि च ल सर्वे अन्तस्थव्यञ्जनानि अपि हकारः अपि च सर्वे स्वराः यदि वयं परनकारस्य प्रति गच्छामः. सो तत्र एतादृशः तत् प्रश्नानि तत्र आयाति. अन्यत्र कुत्रापि कोऽपि अन्यवर्णः द्विवारं नास्ति. एकमस्ति हल् हयवरटयः हकारः अस्ति सः अपि अत्र दत्तम्. अन्ते यः सूत्रम् अस्ति हल् इति सूत्रं तत्र अपि हकारस्य ग्रहणं. सो किमर्थम् अत्र माहेश्वरसूत्रेषु हकारः द्विवारम् आयाति अपि च इत् संज्ञक नकारः किमर्थं द्विवारम् आयाति इति वयम् अग्रे तस्य विषये चिन्तनं कुर्मः. सः तत्र आवश्यकम् अस्ति. अस्मिन् करपत्रे मुख्यं किम् अस्ति इत्युक्ते अस्य करपत्रस्य लक्ष्यं किम् अस्ति, अस्माभिः कथं प्रत्याहारस्य निर्माणं कुर्मः. सो तत्र मया तत्र प्रेषितम् एकं करपत्रं पूर्वस्मिन् तत्र अहम् एकं करपत्रं प्रेषितवती. सः करपत्रं सुब्रह्मण्यं महोदयस्य निर्माणं करपत्रम् अस्ति. तत्र चतुश्चत्वारिंशत् तत्र प्रत्याहाराः सन्ति. वी केन् मेक् अ लाट् मनी प्रत्याहाराज् फ्राम् दीस् 14 प्रत्याहाराज्. वै ओन्ली 44 इति प्रश्ने सति चेत् बिकास् तत्र अष्टाध्यायां तत्र किम् अस्ति, एते प्रत्याहाराणाम् एव तत्र सूत्रे तेषाम् उपयोगं कृतम्. अतः वी मेक् ओन्ली दीस् 44 प्रत्याहाराज्. although we can make a lot of pratyaharas but tesham prayojanam nasti atah we don't practice such whatever is there in the sutra. tatra ekam anyat prashnam asti pratyaharasya nirmanam kimartham, tatra pratyaharasya prayojanam kim asti. tatra panini mukhya laksham asti sutram apicha grantham laghu bhavet. tasya visaye eva sahakim kritam, सः प्रत्याहारस्य निर्माणं कृतं. सो यदि वयम् अक् वदामः अपि च अच् वदामः, सूत्रे अच् आयाति चेत् तत्र सर्वे स्वराः तत्र अच् मध्ये आयाति. सो प्रत्याहारस्य उपयोगिता कुत्र दृश्यते, सूत्रेषु. सूत्रं लघु भवेत् इति महर्षिपाणिनिना तत्र प्रत्याहारस्य तत्र प्रयोजनम् अस्ति. सः सूत्रे प्रत्याहारस्य तत्र उपयोगं कृतम्. अतः प्रत्याहारस्य निर्माणं कथं भवति, कस्य प्रत्याहारे के वर्णाः, कस्मिन् प्रत्याहारे के वर्णाः आयाति इति अस्माभिः ज्ञातव्यम्. तत्र अभ्यासः अपि दत्तमस्ति. वी विल् डू द अभ्यासः टुडे इट् सेल्फ. परन्तु आदौ तत्र अनुच्छेदद्वयं दत्तमस्ति. सः whatever is given over here we have read this, parantu karpatre etat sarvam datam asti, ekvaram tasya adhyanam vayam kurmaha. atra drishyatu pratyaharasya visaye to vayam gyatvantah, pratyahara itukte varnanam samuha. tatra yaha antim hal pratyahara asti, yadi vayam tatra tasya eva grahanam kurmaha chet हल् प्रत्याहारः तत्र केवलं हकारस्य ग्रहणं भवति. सो यदि वयं हल् प्रत्याहारः तस्य निर्माणसमये अन्ते स्थितस्य यः सूत्रं हल् अस्ति तत्र न कुर्मः. आदौ यः हकारः अस्ति आरभ्य षष्ठ पञ्चमसूत्रे यः हकारः अस्ति तं हकारम् आरभ्य अन्तपर्यन्तम् अन्ते यः लकारः अस्ति तस्य ग्रहणं भवति हल् इति प्रत्याहारे. सो हल् इति प्रत्याहारे सर्वाणि व्यञ्जनानि तत्र आयाति. हल् वयं जानीमः अस्माकं परिचितं प्रत्याहारः अस्ति. तथैव अच् वदामः चेत् अच् प्रत्याहारे सर्वे स्वराः, स्वराणां ग्रहणं भवति अच् इति प्रत्याहारे. सो सूत्रे यदि अच् आयाति, अच् इति पदम् आयाति, वयं जानीमः तत्र पाणिनिना किं तत्र तस्य आशयः कः अस्ति, सर्वे स्वराणां ग्रहणं तत्र अस्ति, तथैव हल् इति प्रत्याहारे सर्वे व्यञ्जनानि तत्र सन्ति। अत्र दृश्यतु आन् इति प्रत्याहारे केवलं सः अत्र किं कृतं, पूर्वनकारस्य अत्र ग्रहणम्। आन् इति प्रत्याहारे अ इ उ एते त्रयः वर्णः एव अत्र दत्तम् अस्ति। सो नकारस्य अत्र पूर्वनकारस्य ग्रहणं, न तु परनकारस्य ग्रहणम्। सो अस्मिन् विषये किञ्चित् चिन्तनं कुर्मः। तत्र एकः प्रवादः अस्ति, तस्य आधारेण किं भवति, यदा वयम् अनप्रत्याहारसूत्रे अष्टाध्याय्यां तत्र यदि सूत्रे अनप्रत्याहारस्य उल्लेखः अस्ति, तत्र प्रायशः आन् इति प्रत्याहारे केवलं त्रयाणां वर्णानाम् एव ग्रहणम्। इत्युक्ते अनप्रत्याहारे नित्यं किं भवति, पूर्वनकारस्य ग्रहणं। तत्र एकम् एव तत्र सूत्रमस्ति यस्मिन् वयम् किं कर्तव्यम् अस्ति, परनकारस्य ग्रहणं। सः सूत्रं किम् अस्ति, सूत्रमस्ति अनुदितस्वर्ण सवर्णस्य चाप्रत्ययः। एकम् एव अष्टाध्याय्यां वयं जानीमः, तत्र चतुस्सहस्रसूत्राणि तत्र सन्ति। सो एकम् एव सूत्रे तत्र अन् इति तत्र अन् इति प्रत्याहारस्य उल्लेखः, अन् उदितसवर्णस्य चाप्रत्ययः इति सूत्रमस्ति, तत्र अन् प्रत्याहारस्य वर्णनमस्ति। तस्मिन् सूत्रे एव अनप्रत्ययस्य विषये परनकारस्य ग्रहणम्। अन्येषु सर्वेषु सूत्रेषु किं भवति, अन् इति यदि प्रत्याहारस्य उल्लेखः अस्ति, तत्र पूर्वनकारस्य एव ग्रहणं कुर्मः। सो जनरलि स्पीकिङ्ग् अन् वदामः चेत् तत्र त्रयाणां वर्णानाम् एव ग्रहणम्, अ इ उ एते त्रयाणां वर्णानाम् एव ग्रहणं भवति अनप्रत्याहारे। एकस्मिन् सूत्रे एव परनकारस्य ग्रहणं, सः सूत्रम् अस्ति अनुदितसवर्णस्य चाप्रत्ययः। सूत्रं किं वदति, सूत्रस्य अर्थः कः इति इदानीं विषयः नास्ति, परन्तु तत्र एकम् एव स्वरः, एकम् एव सूत्रः अस्ति यत्र अनप्रत्याहारविषये परनकारस्य ग्रहणं, न तु पूर्वनकारस्य ग्रहणम्। अन्यस्मिन् सर्वस्मिन् स्थाने तत्र अन् वदामः चेत् तत्र किम् अस्ति, पूर्वनकारस्य एव ग्रहणम्। इत्युक्ते त्रयाणां वर्णानाम् एव अनप्रत्याहारे प्रायशः आयाति इति तु नकारस्य विषये। अनन्तरं यः पूर्वस्मिन् वर्गे प्रश्नः तत्र अस्ति, हकारः किमर्थं द्विवारं, सो तस्य विषये किम् अस्ति, तत्र चिन्तनं किम् अस्ति इत्युक्ते, यदि वयम् अट् प्रत्याहारः वदामः चेत् एकं प्रत्याहारः तत्र व्याकरणे अस्ति अट् प्रत्याहारः, अट् इति प्रत्याहारे हकारस्य आवश्यकता अस्ति, अ आरभ्य अन्तपर्यन्तम् इत्युक्ते टकारपर्यन्तम्। सो अ प्रथमसूत्रे अकारः अस्ति, टकारः पञ्चमसूत्रे अस्ति, सो प्रथमसूत्रारभ्य पञ्चसूत्रपर्यन्तम् अट् प्रत्याहारस्य ग्रहणम्। सो अट् प्रत्याहारे अ इ उ रु लु ए ओ ऐ औ अपि च ह य वर सर्वे स्वराः अन्तस्थमध्ये तु य वर अपि च हकारः। सो अट् प्रत्याहारे हकारस्य आवश्यकता अस्ति। तथैव किम् अस्ति, यदि वयं जल् वदामः चेत् जल् प्रत्याहारः महाप्राण् झ आरभ्य ल पर्यन्तं, सो जल् प्रत्याहारे अपि हकारस्य आवश्यकता अस्ति। सो अतः यदि वयं जल् वदामः चेत्, सपोज् वी डोण्ट् हेव् अ हकारः ओवर् हियर्, देन् एज़् पर् द नीड् दिस् हकारः द्विवारम् अस्ति। सो अट् वदामः चेत् तत्र एकं सूत्रम् अस्ति, अट् कुप् वाङ् नुम् व्यये अपि, इत्युक्ते वयं जानीमः सर्वे तत्र दन्त्यनकारस्य मूर्धन्यनत्वं भवति, मूर्धन्यनकारः आदेशः भवति यदि रकारः अपि च शकारस्य परे कोऽपि दन्त्यनकारः अस्ति, तस्य मूर्धन्यनकारः इति परिवर्तनं भवति। अनन्तरं सः अस्ति, सूत्रमस्ति रसाभ्यां नूनः समानपदे, अनन्तरं तस्य साक्षात् अनन्तरम् एकम् अन्यत् सूत्रम् अस्ति अट् कुप्वाङ्नुं व्ययाये अपि, तत्र अट् इति यः दत्तम् अस्ति सूत्रे, अट् इति यः दत्तं पदं दत्तम् अस्ति सः प्रत्याहारः, अट् इति प्रत्याहारः। सो रकारः अपि च दन्तिनकारस्य मध्ये यदि अट् प्रत्याहारस्य कोऽपि वर्णः अस्ति तत्रापि किं भवति, नत्वं भवति। अट् कुप्वाङ् नुम् व्ययाये अपि, अपि किं रसाभ्यां नूनः, तत्रापि रेफ् शकारः अपि च रेफ् नकारस्य मध्ये अट् प्रत्याहारस्य कोऽपि वर्णः मध्ये आयाति चेत् तत्रापि नत्वं करणीयम्। सो हकारः अपि यदि मध्ये आयाति तत्रापि नत्वं भवति, इत्युक्ते दन्तनकारस्य मूर्धन्यनकारः आदेशः भवति। सो प्रत्याहारे अट् प्रत्याहारे अपि हकारस्य आवश्यकता, जल प्रत्याहारे अपि हकारस्य आवश्यकता, अतः तत्र बहूनि एतादृशः तत्र प्रत्याहारः सन्ति यत्र हकारस्य आवश्यकता अस्ति। सो अत्र महर्षिणा हकारः द्विवारं दत्तम्, इत्युक्ते तत्र प्रयोजनम् अस्ति, अतः तत्र द्विवारं हकारस्य ग्रहणं भवति। सो वयं जानीमः तत्र किम् अस्ति व्याकरणशास्त्रे, प्रयोजनं विना कार्यं न भवति। यदि प्रयोजनं न कार्यस्य विना प्रयोजनस्य विना कार्यं न भवति, सो प्रयोजनम् अस्ति चेदेव तत्र कार्यम्। सो अत्र हकारः किमर्थं द्विवारं, तादृशप्रयोजनम् अस्ति। अट् प्रत्याहारे अपि हकारस्य आवश्यकता, जश् प्रत्याहारे अपि, जल प्रत्याहारे अपि हकारस्य आवश्यकता, अतः तत्र हकारः द्विवारम्। तथैव नकारः, नकारस्य विषये इदानीम् अन् प्रत्याहारे तु वयं दृष्टवन्तः किं करणीयम्। अन् इति यदि आयाति अन् प्रत्याहारः प्रायशः पूर्वनकारस्य ग्रहणम्। तत्र एकम् अन्यत् प्रत्याहारः अस्ति इन् इति प्रत्याहारः। इन् इति प्रत्याहारः इत्युक्ते इन् वदामः चेत् इकार आरभ्य नकारपर्यन्तं। तत्र प्रश्नः, तत्रापि मनसि प्रश्नः आयाति इन् इति प्रत्याहारे कस्य नकारस्य ग्रहणं। सो इन् इति प्रत्याहारे एकम् एव तत्र स्मर्तव्यम् अंशः, तत् किम्? इन् इति प्रत्याहारे सर्वदा परनकारस्य एव ग्रहणम्। सो इन् प्रत्याहारः वदामः चेत् प्रथमसूत्र आरभ्य षट् सूत्रपर्यन्तं, 1, 2, 3, 4, 5 आम् षट् सूत्रपर्यन्तं। सो परनकारस्य पर्यन्तं सर्वदा इन् इति प्रत्याहारे इ आरभ्य परनकारस्य ग्रहणम् एव करणीयम्। परन्तु अनिति प्रत्याहारे प्रारभ्य इन् इत्युक्ते केवल ईवु भवति खलु, ईवु एव भवति। आम्, इन् प्रत्याहार इत्युक्ते ईवु एव भवति खलु। आम्, शृणोतु भगिनी, देन् वै वी शुड् टेक् अप् टु लण्ड्? आम्, इन् इति प्रत्याहार वदामि, यदि वयम् एतत् स्वीकुर्मः इन् इत्युक्ते केवल ईवु आगच्छति वा, नो चेत् ईवु एव तत्पर्यन्तम् आगच्छति वा इति कथं जानीयम्? आम्, तत् देट् इस् वै ऐ एम् सेयिङ्ग्, यदा इन् इति प्रत्याहारस्य विषये चिन्तनं भवति तत्र किं करणीयं, तत् इति प्रश्नः अस्ति। तत्र केवलम् ई उ द्वौ वर्णस्य एव ग्रहणं करणीयम्, आर् शल् वि गो टिल् दिस् नकारः। सो तत्र एकः प्रवादः अस्ति, इन् विषये परनकारस्य ग्रहणं, पर् इत्युक्ते यः एण्ड् यः इति तु पूर्वनकारः इति परनकारः। क्रमेण गच्छामः चेत् प्रथमनकारः पूर्वनकारः, दिस् नकारः इस् परनकारः। वेनेवर् यु हेव् टु मेक् इन् प्रत्याहारः सर्वदा किं करणीयं, परनकारस्य प्रति गच्छामः, न तु पूर्वनकारस्य ग्रहणम्। सो इन् इति प्रत्याहारे आम्, तत्र ऐ सेण्ड् अप् दट् लास्ट् टैम् ऐ सेण्ड् अप् दट् करपत्रं, तत्र दत्तमस्ति, तत्र पूर्वस्मिन् भागे तत्र दत्तमस्ति। वेर् इस् दाट्? ऐ विल् शो यु, अस्तु डिड् यु रिसीव् दिस् करपत्रं? प्रत्याहाराणाम् अभ्यासः सुब्रह्मण्यं महोदयस्य निर्मितं करपत्रम् अस्ति, अत्र दृश्यतु. दिस् केन् यु सी मै स्क्रीन्? भगिनी अत्र पठतु, अत्र किं लिखितमस्ति? महाभाष्यश्लोकः अस्ति, इत्युक्ते पतञ्जलि महाभाष्य इति यः ग्रन्थम् अस्ति, पतञ्जलिमहर्षिणा निर्मितं ग्रन्थं महाभाष्य, तत्र दत्तम् अस्ति. अत्र दृश्यतु किं लिखितम् अस्ति. सूत्रेषु अन्प्रत्याहारस्थवर्णाः के, इन् प्रत्याहारस्थः वर्णाः के इति विषये स्पष्टः भवति अनेन श्लोकेन. इत्युक्ते अत्र महाभाष्ये किं श्लोकं दत्तमस्ति? परेण एव इन् ग्राहाः सर्वे, पूर्वेण एव अनुग्राहाः इति मतः अस्ति, इति वैयाकरणयाः मतः. ऋते अनुदितसवर्णसि इति एतद् एकं परेण तु, इत्युक्ते अत्र लिखितमस्ति, अत्र श्लोकस्य व्याख्या दत्तमस्ति. सूत्रेषु इन् प्रत्याहारः परनकारस्य कर्तव्यः, इत्युक्ते यु हेव् टु गो, वेनेवर् इन् प्रत्याहारस्य विषयः आयाति, यु हेव् टु गो टिल् लण्, यु हेव् टु गो टिल् द परनकारः इति सर्वदा करणीयम्. इन् विषये एकम् एव मतः, इन् विषये यु हेव् टु आल्वेस् गो टु द परनकारः. अनप्रत्याहारः पूर्वनकारेण कर्तव्यम्, इत्युक्ते अन् प्रायशः, जनरली अन् स्पीकिङ्ग् वेन् वि से अन् प्रत्याहार, तत्र अ इ उ एते त्रयाणां वर्णानाम् एव ग्रहणं भवति, इत्युक्ते पूर्वनकारस्य कर्तव्यं, पूर्वनकारस्य प्रति गच्छामः. यः फस्ट् नकारः अस्ति तत्र एव अन् प्रत्याहारस्य प्रायशः करणीयं, कर्तव्यः. परन्तु एकम् एव सूत्रम् अस्ति, अनुदितसवर्णस्य चाप्रत्ययः. अत्र अन् इति यः पदं दत्तम् अस्ति, अन् उदित सवर्णस्य चाप्रत्ययः. सो अन् इति यः प्रत्याहारः दत्तम् अस्ति अस्मिन् सूत्रे, तत्र एव परनकारस्य कर्तव्यः, इत्युक्ते फार् दिस् सूत्र ओन्ली वी हेव् टु गो टु द परनकार, इत्युक्ते लन् इति यः नकारः अस्ति तत्र एव ग्रहणं. सो इट् इस् वेरि ईजि नौ फार् ओन्लि वन् सूत्रः अन् विषये तत्र किं चिन्तनं, परनकारस्य ग्रहणम्. अन्यस्मिन् सर्वस्मिन् यस्मिन् सूत्रे अन् इति प्रत्याहारस्य उल्लेखः भवति, तत्र अ इ उ पूर्वनकारस्य एव तत्र ग्रहणं भवेत् इति तत्र महाभाष्ये इति लिखितम् अस्ति. सी इन् व्याकरणशास्त्रे तत्र वी कन्सिडर् द आदेशः आफ् त्रिमुनि, इत्युक्ते पाणिनिमहर्षि, पतञ्जलिमहर्षि, अपि च कात्यायनमहर्षि, इत्युक्ते वररुचि, तस्य अन्यनाम अस्ति वररुचि. सो एते त्रयः महर्षि यत् उक्तं तदेव उपदेशम्, इत्युक्ते व्याकरणशास्त्रे वट् एवर् दीस् थ्री मुनीस् दे हेव् सेड् देट् इस् द उपदेशः. सो महाभाष्ये एतं दत्तम् अस्ति, अतः वी कन्सिडर् फार् अनुप्रत्याहार एतं चिन्तनम्. इन् प्रत्याहारस्य विषये तु कोऽपि चिन्ता नास्ति, तत्र सर्वदा किं करणीयं, परनकारस्य एव ग्रहणं करणीयं, न तु पूर्वनकारस्य. सो तत्र इन् इति प्रत्याहारे सर्वे ई आरभ्य लण् पर्यन्तं गच्छामः इति तत्र महाभाष्ये इति तत्र एकं श्लोकं दत्तम् अस्ति पतञ्जलिमहर्षिणा. अस्तु भगिनि. अस्तु भगिनि, अवगतं, धन्यवादः. आम्, सो वी हेव् टु जस्ट् रिमेम्बर् वेन् एवर् सूत्रे अन् प्रत्याहारस्य उल्लेखः भवति, तत्र प्रायशः अ इ उ एते त्रयाणां वर्णानाम् एव ग्रहणम्, एकम् एव सूत्रे तत्र परनकारस्य ग्रहणं. तत् सूत्रं किम्? अन् उदितसवर्णस्य चाप्रत्ययः, एकमेव सूत्रः. अन्यस्मिन् सर्वस्मिन् सूत्रे अन् इति प्रत्याहारे केवलं त्रयाणां वर्णानाम् एव ग्रहणम्. इदानीम् अभ्यासं कुर्मः. अभ्यासस्य पूर्वे तत्र कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु माहेश्वरसूत्रस्य विषये. प्रथमे प्रथमबिन्दु वयं तत् पठिष्यामः, अनन्तरम् अभ्यासस्य प्रति गच्छामः. कः पठितुमिच्छति, कः अथवा का पठितुमिच्छति? स्वराः इत्युक्ते अत्र लिखितमस्ति, सरलमस्ति. वै हाव् रेड् आल् दिस् बट् एकवारं करपत्रं पठामि भगिनि. आं पठतु भगिनि. आ ईवूरु येषु प्रत्येकम् अष्टादशानां वर्णानां प्रतिनिधिः, ह्रस्व दीर्घ पृथा उदात्त अनुदात्त स्वरित अननुनासिकः अनुनासिकः अननुनासिकः च. त्री इण्टु टु त्री अष्टादश सारि त्रयः गुण त्रयः गुण द्वे अष्टादश. यथा अननुनासिक उदात्त ह्रस्व अकारः, अननुनासिक उदात्त ह्रस्व इकारः, अननुनासिक अनुदात्त ह्रस्व उकारः, अननुनासिक अनुदात्त ह्रस्व ऋकारः, तदा पुनः अनुनासिक स्वरित ह्रस्वकारः इत्यादीनि रूपाणि. अग्रेपि पठामि वा? आमाम् अग्रे. रु अयं द्वादशानां प्रतिनिधिः, यतः अस्य वर्णस्य दीर्घरूपं नास्ति. द्वे गुण त्रय गुण द्वे द्वादश. ये औ ये औ ऐ ये वो ऐ औ येषु प्रत्येकं द्वादशानां वर्णानां प्रतिनिधिः, यतः येषां ह्रस्वरूपं नास्ति. तत्र दीर्घरूपं नास्ति, व्यञ्जनानि उच्चारणार्थां सर्वेषु एव हल्वर्णेषु अकारः योजितः वर्तते. माहेश्वरसूत्रेषु वस्तुतः या इत्युक्ते इ, बा इत्युक्ते ब, एवं च सर्वे हल्वर्णाः तथा. किञ्चित् वदतु, किं लिखितमस्ति अस्मिन् द्वौ बिन्दौ? अत्र दृष्ट्वा वदतु. मम ध्वनिः श्रूयते वा? आम् भगिनि, अहं म्यूट् कृतवती स्म. आयि उ रु इत्यत्र स्वरित उदात्त उदात्त अनुदात्त स्वरित इति, अनुनासिक अननुनासिक इति अष्टादश रूपाणि भवन्ति. परन्तु रु इत्यत्र दीर्घरूप न भवति, तत्र द्वादश रूपाणि भवन्ति. लु लु लु इति स्वरः लु लु लु विषये किमपि लु विषये पुनः वदतु. लु विषये न भवति, दीर्घ न भवति, ह्रस्व भवति. तदर्थं द्वादश एव भवति. ये ऐ ओ औ तत्र दीर्घ न भवति. लु विषये ह्रस्व भवति, अपि च प्लुत् भवति. प्लुत भवति. टु इण्टु थ्री इण्टु टु उदात्त अनुदात्त स्वरितः, अपि च अनुनासिक निरनुनासिक. अतः तत्र द्वादश प्रभेदाः एव लु विषये. ए ऐ ओ औ तत्र ह्रस्व न भवति, तत्रापि द्वादश एव भवति. व्यञ्जनस्य विषये किं लिखितमस्ति? व्यञ्जन सम्पूर्ण भव व्यञ्जनस्य सम्पूर्ण भवितुं स्वरस्य सहायः भवेत्. ततः यदि व्यञ्जन आ का इति लिखति चेत् क् एव व्यञ्जन आ स्वर मिलित्वा तत् का इति उच्चारणं भवति. आमां तथैव अस्ति भगिनि, धन्यवादः. सो तत्र व्यञ्जनस्य सह यः स्वरः श्रूयते, सः स्वरः केवलम् उच्चारणार्थं. सो प्रत्याहारे स्वरस्य तस्य स्वरस्य ग्रहणं न भवति. इत्युक्ते क वदामः चेत् तत्र केवलं क अस्ति, मूले तु केवलं कि क अस्ति. अ यः अत्र श्रूयते, सः अ केवलम् उच्चारणार्थं. सो यदि वयं तत्र खर् प्रत्याहारः वदामः चेत् ख फ छ ठ थ इति तत्र अ अपि श्रूयते, तत्र केवलं ख फ छ ठ थ च ट त क प अपि च श श स। सो तत्र यदि वयं प्रत्याहारस्य निर्माणसमये अकारस्य ग्रहणं न भवति इति तत्र मुख्यम् अस्ति। सूत्रे यः अकारः श्रूयते सः केवलम् उच्चारणार्थं, परन्तु लन् मध्ये यः अकारः सः तु इत्संज्ञकः अपि। किमर्थम् इति वयं तस्य विषये चिन्तनं कुर्मः। अत्र अत्र अनन्तरं किमस्ति अभ्यासः, अस्तु अभ्यासस्य प्रति गच्छामः। अत्र किमपि अन्यत् नास्ति, इदानीं लन् विषये चर्चां कुर्मः। तत्र किमस्ति, वयं दृष्टवन्तः तत्र किमस्ति, लन् मध्ये यः अकारः अस्ति सः अकारः न केवलम् उच्चारणार्थं, सः अकारः तत्र अनुनासिक अपि अस्ति, इत्युक्ते इत्संज्ञक अपि अस्ति। सो तस्य इत्संज्ञा अत्र भवति। किमर्थं तत्र तादृशः चर्चा अस्ति, किमर्थं तादृशचिन्तनम्? तत्र किमस्ति, एकं प्रत्याहार अस्ति र इति प्रत्याहार। र वदामः चेत् र आरभ्य अ पर्यन्तम्, अ इत्संज्ञकवर्णपर्यन्तम्। सो अत्र कुत्रापि अ न दृश्यते, कुत्रापि अ इत्संज्ञकः नास्ति, अतः तत्र किम् अस्ति, लन् मध्ये यः अकारः सः एव इत्संज्ञकः। सो र प्रत्याहार वदामः चेत् र आरभ्य अ पर्यन्तं, कः अ? लन् मध्ये यः अकारः सः अ, सः अकारः। सो र प्रत्याहार वदामः चेत् तत्र केषां केषां वर्णानां ग्रहणं? र अपि च ल। ट तु इत्संज्ञकः अस्ति मध्ये, मध्ये ये इत्संज्ञकः वर्णाः तेषां ग्रहणं न करणीयम्। सो र इति प्रत्याहारे रकारस्य ग्रहणम् अपि च लकारस्य ग्रहणम्। सो एतस्य एतादृशः र इति प्रत्याह र इति प्रत्याहारस्य वर्णनं कस्मिन् सूत्रे अस्ति इति प्रश्ने अस्ति चेत् तत्र एकं सूत्रम् अस्ति उरनरपरः। उरनरपरः इति सूत्रे र इति प्रत्याहारस्य उल्लेखः। सम वैयाकरणः एक्सेप्ट् दिस् थाट्, सम डू नाट् एक्सेप्ट् दिस् थाट्। सो र इति प्रत्याहारः उरनरपरे इति सूत्रे तत्र तस्य आवश्यकता अस्ति, अतः तत्र प्रवादः अस्ति लन् मध्ये यः अकारः सः अकारः न केवलम् उच्चारणार्थं, परन्तु सः अकारः इत्संज्ञकः अपि अस्ति। सो तत्र तस्य प्रवादस्य आधारेण एव वयं र इति प्रत्याहारस्य निर्माणं कर्तुं शक्यते। सो र इति प्रत्याहारे रकारस्य ग्रहणम् अपि च लकारस्य ग्रहणम्। सो यदा यद् तत्र उरनरपरः यः सूत्रम् अस्ति सः सूत्रं वदति, तत्र यदि कस्मिञ्चित् सूत्रे रु इत्युक्ते रु स्वरस्य स्थाने तत्र अन् प्रत्याहारस्य आदेशः भवति, सः अनप्रत्याहारः तस्य अनप्रत्याहारस्य परे सर्वदा र अपि च ल इति वर्णाः आयाति। इत्युक्ते रु स्थाने यदा अ इति आदेशः भवति तत्र न केवलम् अ आयाति, र अपि आयाति। सो तत्र अर् इति आदेशः भवति। तथैव लु स्थाने यदि अनप्रत्याहारस्य आदेशः भवति तत्र यदि लु स्थाने अ इति आदेशः सः तत्र अल् भवति। सो र इति प्रत्याहारे यः रकारः अपि च लकारस्य ग्रहणं, लु स्थाने अल् इर् इल् अपि च उल् भवति, रु स्थाने अर् इर् उर् भवति इति आदेशः भवति। सो इति उरनरपरः इति सूत्रस्य तत्र उरनरपरः इति एकं भवने भगिनी अन्येकवारम् एतत् वदत आर् इत्युक्ते, आर् इत्युक्ते अकारः अपि च रकारः। उरन् उरनरपरः इति यः सूत्रम् अस्ति उरनरपरः, उः स्थाने तत्र किं भवति अन् इति आदेशः। अन् इति आदेशः वयं जानीमः अन् इति प्रत्याहारे प्रायशः अ इ उ एते त्रयाणां वर्णानाम् एव ग्रहणम्। सो रु स्थाने यदि अन् आदेशः भवति तस्य परे सर्वदा रेफ् अपि आयाति, र पर इत्युक्ते र इति प्रत्याहारस्य वर्णः परे सर्वदा आयाति. सो रु स्थाने र आयाति, लु स्थाने तत्र किं भवति ल आयाति. सो यदि लु स्थाने अ आदेशः सूत्र आधारेण करणीयं तत्र न केवलम् अ आयाति, तत्र अल् आयाति अकारः. अवगतं यु विल् नाट् अण्डर्स्टाण्ड् दिस्, वी विल् रीड् दिस् लेटर् आन्. सो तत्र यदि उर् इति दीयते चेत् ऊरु ए औ ए अप् टु र न भवति चेत् अपि ऊरु मध्ये न त्यक्त्वा अन्य सर्वान् स्वीकर्तव्यं वा? न न न, पुनः पृच्छतु प्रश्नः कः. उर् इति उक्तवती खलु, तत्र ऐ तत्र न त्यक्त्वा ऊर् ए औ सर्वेपि स्वीकर्तव्यं वा अप् टु रा? एकनिमिषः, तत् अन्तिमवाक्यं न अवगतं भगिनि, द्विवारम् उक्तवती परन्तु न अवगतम्. एकवारम् अहं शेर् करोमि. Why it is not showing? Select items, whiteboard, continue. Whiteboard atra na drishyate. I don't know why it is not showing. I cannot see. So idha whiteboard drishyate bagini, drishyate. Whiteboard eva drishyate. Si tatra sutram asti rutah bagini. I don't know why it is taking time. Na drushyate, drushyate screen drushyate. Drushyate but atra some problem. Blank asti, riktam asti, tat karanena klesha bhavati atra. I'm not able to write it clearly. Kima bina drushyate bhagini? Ek nimishah. I will share it again. Some problem. Idanim drishyate whiteboard? Na bhagini. Screen pashyam. Ah, whiteboard drishyate. Ekam rekha asti. Ekam lamba rekha likhitavati. Ekam rekha drishyate. Ah, drishyate. Idanim ru likhitavati. Ah, atra shruti. रु स्थाने यदि अनप्रत्याहारस्य कोऽपि वर्णस्य आदेशः सूत्रे भवति, सपोज् वी हेव् अ सूत्र विच् सेज् देट् रु स्थाने अन् इति आदेशः. सो वयं जानीमः अन् इति प्रत्याहारे अकारः, इकारः अपि च उकारः, एते त्रयः वर्णः एव अन् इति प्रत्याहारे आयाति. सो रु स्थाने अन् आदेशः, कुत्रचित् रु स्थाने अकारस्य आदेशः भवति, तत्र सूत्रे स्पष्टतया दत्तमस्ति. यथा एकं सूत्रमस्ति ऋत उत, तत्र ऋकारस्य स्थाने उ इति आदेशः भवति. सो ऋकारः अपगच्छति, तस्य स्थाने उ इति आयाति, उ इति स्वरः आयाति. सो तदा किं करणीयं, तदा किं करणीयम्, उरनरपरः यः सूत्रमस्ति सः वदति, सूत्रं वदति, यत्र यत्र रु स्थाने अनप्रत्याहारस्य आदेशः भवति तत्र किं करणीयं, तत्र सर्वदा तस्य उपरे रेफः अपि आयाति. यु हेव् टु दिस् कम्पल्सरि कम्स्. उरनरपरः इति सूत्रं वदति यत् यस्मिन् यस्मिन् स्थले, यस्मिन् यस्मिन् सूत्रे रु स्थाने उ अपि च अ अपि च इ इति आदेशः भवति तस्य परे सर्वदा रेफः अपि आयाति. सो रुस्थाने यः सूत्रे उ आदेशः अन्ततो गत्वा सः उर् भवति इट् बिकम्स् उर् बिकास् आफ् उरनरपरः सो उरनरपरः यः र इति प्रत्याहारस्य उल्लेखः तत्र रकारस्य ग्रहणम् अपि च लकारस्य सो लकारस्य उपयोगता कुत्र दृश्यते तत्र सूत्रं वदति यदि लू स्थाने अन् प्रत्याहारस्य आदेशः लू इति स्थाने सपोज् अ आदेशः अस्ति तस्य परे सर्वदा ल अपि आयाति न केवलम् अ आयाति ल अपि आयाति सो इट् विल् आल्वेज् बी अल् अन्ततो गत्वा अल् एव करणीयं न तु केवलम् अ यथा अत्र सूत्रमस्ति सूत्रं वदति रुतः उतः रु स्थाने उ आदेशः परन्तु न केवलं तत्र उ आयाति तत्र उर् इति आयाति इति उरनरपरः सूत्रं वदति सो उरनरपरः इति सूत्रे र प्रत्याहारस्य उल्लेखः सो र प्रत्याहारस्य निर्माणं कथं करणीयं यदि तत्र सूत्रे कोऽपि अकारः इति संज्ञकः नास्ति अतः तत्र किमस्ति वार्तिकमस्ति लन् मध्ये तु अकारः लन् मध्ये यः अकारः सः न केवलम् उच्चारणार्थं सः अकारः अनुनासिक अस्ति अनुनासिक अस्ति चेत् तस्य इत् संज्ञा भवति इति वयम् अग्रे पश्यामः कथम् अनुनासिकस्वरस्य इत् संज्ञा भवति सो तस्य इत् भवति अतः र इति प्रत्याहारस्य निर्माणं सो र इति प्रत्याहारे के वर्णाः ल अपि च ल रकारः अपि च लकारः सो यद् यत्र यत्र सूत्रे रुस्थाने अन् आदेशः तत्र सर्वदा उर् इर् अर् भवति तथैव लूस्थाने यत्र यत्र अन् प्रत्याहारस्य आदेशः भवति तत्र न केवलम् अ इ उ आयाति परन्तु तत्र अल् इल् उल् ए अन्ततो गत्वा अल् इल् उल् आयाति न तु अ इ उ सूत्रे तु केवलं दत्तमस्ति रुस्थाने अन् परन्तु तत्र परिभाषासूत्रद्वारा उरनरपरः यः परिभाषासूत्रं वदति यत्र यत्र रुस्थाने अन् आदेशः तत्र तत्र तस्य परे र अपि करणीयं र अपि तत्र तस्य परे तत्र भवति तथैव यत्र यत्र लुस्थाने कोऽपि अन् प्रत्याहारस्य एक अन्यतमवर्णस्य आदेशः तत्र सर्वदा ल परे आयाति सो ल इति र इति प्रत्याहारस्य उल्लेखः उरन् र परः र इति प्रत्याहारस्य उल्लेखः र न केवलं रेफः अपि च लकारस्य अपि उल्लेखः इति सूत्रं वदति सो दिस् यु केनाट् अण्डर्स्टाण्ड् रैट् नौ बिकास् यु डोण्ट् नो हौ टु रीड् द सूत्र एण्ड् वाट् इस् टु बि डन् इन् द सूत्र बट् वेन् वी रीड् दिस् सूत्र उरनरपरः देट् टैम् यु विल् अण्डर्स्टाण्ड् दिस् सो र इति प्रत्याहारस्य आवश्यकता कुत्र अस्ति उरनरपरः इति सूत्रे तावदेव सो उरनरपरः र इति प्रत्याहारस्य उल्लेखः अतः तत्र प्रवादः अस्ति लन् मध्ये यः अकारः सः अकारः न केवलम् उच्चारणार्थं सः अकारः इत् संज्ञकः अपि अस्ति इत् संज्ञकः अस्ति देन् ओन्लि वी केन् मेक् र इति प्रत्याहार अदर्वैस् वी केनाट् मेक् र इति प्रत्याहार किमर्थम् अत्र कुत्रापि अ इति संज्ञकः नास्ति सर्वे व्यञ्जनानि एव इत् संज्ञकः अतः तत्र महर्षिणा दत्तं लन् मध्ये यः अकारः सः अकारः इति संज्ञकः अपि अस्ति इति वार्ता स्पष्टं वा स्पष्टम् अस्तु इदानीम् अभ्यासस्य प्रति गच्छामः कः अक् प्रत्याहारस्य अक् प्रत्याहारे के वर्णाः कं सूत्रम् आरभ्य कं सूत्रं पर्यन्तं तत्र गच्छामः इति अपि वदनीयम् अपि च अक् प्रत्याहारे के वर्णाः आयाति कः वक्तुमिच्छति स्वयम् अग्रे आगच्छतु आम् यु हेव् टु से फ्रोम् विच् फ्रोम् विच् सूत्र टु विच् सूत्र प्रथमसूत्र आम् प्रथमसूत्र आरभ्य द्वितीयसूत्रपर्यन्तम् अकार आरभ्य ककारपर्यन्तम् अ इ उ रु अपि च लु पञ्चवर्णानां ग्रहणम् अक् प्रत्याहारे सम्यक् गायत्री एच् भगिनी अस्ति वा गिरिजा भगिनी अस्ति आम् भगिनी अन् अपि च अच् विषये वदतु अन् इत्युक्ते प्रथमसूत्रः परतः षष्टमसूत्रः पर्यन्तम् ऐ वुन् रुल् रुक् ए ओन् ऐ औच् हयवरट् लण् परन्तु भगिनी इदानीं वयं दृष्टवन्तः अन् इति प्रत्याहारे प्रायशः किं करणीयम् प्रथमसूत्रम् एव त्रयाणां वर्णानाम् एव प्रायशः जनरलि स्पीकिङ्ग् आनीति प्रत्याहार अ इ उ एते त्रयाणां वर्णानाम् एव ग्रहणं करणीयम् एकम् एव सूत्रे परनकारस्य प्रति गच्छामः अस्तु अस्तु इत्युक्ते प्रथमसूत्रः एव अच् प्रत्याहारः अच् प्रथमसूत्रः तः चत्वारि सूत्रः पर्यन्तम् ऐ वुन् रुल् रुक् ए ओङ् ऐ औच् के के वर्ण आयाति आच् इति प्रत्याहारे आ इ उ रु लृ ए औ ऐ औ सो आच् इति प्रत्याहार परिचितप्रत्याहारः तत्र किम् अस्ति सर्वे स्वराः सन्ति सो यु वी शुड् रिमेम्बर् दिस् बिकास् अत्र अत्र कलर् डिफ्रेण्ट् अस्ति वी हेव् अ डिफ्रेण्ट् कलर् फार् अच् हल् अल् अट् जल् दीस् आर् द फ्रीक्वेण्ट्लि यूस्ड् सूत्रे एतेषां प्रत्याहाराणाम् उल्लेखः वारं वारं तत्र कृतं पाणिनिना सो वी शुड् रिमेम्बर् दीस् बै हार्ट् अच् इत्युक्ते किं हल् इत्युक्ते किम् अल् इत्युक्ते किम् अट् इत्युक्ते किं जल् इत्युक्ते किम् सो अच् वदामः चेत् सर्वे स्वराः अ आरभ्य औ पर्यन्तं सर्वे स्वराः अच् प्रत्याहारे आयाति आम् पृच्छतु महोदय वर्णभेदं किं सूचयति भगिनि वर्णभेदम् इत्युक्ते अकः कृष्णवर्णं रुद्रवर्णं अत्र तत् वर्णभेदस्य कोऽपि प्रत्येकं संज्ञा अस्ति वा देट् इस् वाट् ऐ सेड् अत्र वर्णभेदः किमर्थम् अस्ति आनीति प्रत्याहार वी सा देट् आनीति प्रत्याहारः द्विवारम् आयाति इत्युक्ते आनीति प्रत्याहारे एकस्मिन् स्थले तत्र अनुप्रत्याहारे केवलं त्रयाणां वर्णानां ग्रहणम् अनन्तरम् अत्र द्वितीय अनुप्रत्याहारः अपि दत्तम् अत्र दृश्यतु अन् अत्र अपि अस्ति सो अत्र यः आम् तत्र किं करणीयं षष्ठं सूत्रं पर्यन्तं तत्र गच्छामः सो अन् इति प्रत्याहारे तत्र वि हेव् सम् कैण्ड् आफ् डौट् वित् रेस्पेक्ट् टु अन् प्रत्याहार देट् इस् वै वी हे दिस् इस् गिवन् इन् रेड् कलर् अत्र तत्र तत्र यत्र तत्काल अर्धं ग्रहणीयम् आम् सो तत्र एकम् एव सूत्रः अस्ति यत्र यु हेव् टु बि केयर्फुल् देट् इस् अनुदित अनुदितसवर्णस्य च प्रत्ययः यु डोण्ट् हेव् टु टेक् ओन्ली थ्री वर्णः तत्र यु हेव् टु गो टु द सिक्स्थ् लन् पर्यन्तं यु हेव् टु गो अत्र ये अच् हल् अपि च अल् मरून् कलर् अस्ति, अत्र मरून् कलर् दत्तम् अस्ति. दीस् आर् द वेरि फ्रीक्वेण्ट्लि यूस्ड् दीस् प्रत्याहार. सो वी शुड् रिमेम्बर् दीस् बै हार्ट्, देट् इस् वै डिफ्रेण्ट् कलर् अत्र. वी शुड् रिमेम्बर् हल् विषये. कः वक्तुमिच्छति हल् विषये अपि च आल् विषये? आं वदतु भगिनि. व्यञ्जनानि आगच्छन्ति. हल् हल् हल् इत्युक्ते सर्वे व्यञ्जनानि. किं सूत्र आरभ्य कं सूत्रपर्यन्तं? पञ्चम सूत्रतः अन्तिमसूत्रतः चतुर्दश सूत्रपर्यन्तम्. If we take only the last sutra, what will be the problem? यदि वयम् अन्तिमसूत्रः एव तत्र ग्रहणं कुर्मः तत्र किं भवति? तत्र ह ह इति व्यञ्जनः अस्ति. एकम् एव व्यञ्जनः. सो एकमेव व्यञ्जनं तिष्ठति, तत्रतः स्वीकर्तव्यम्. आम् एकम् आम् सत्यं, परन्तु एकम् एव व्यञ्जनः अस्ति चेत् वी केनाट् से इट् इस् अ प्रत्याहारः. किमर्थं चेत् वाट् इस् अ प्रत्याहारः? सो यदि वयं चतुर्दश सूत्रे एव हल् प्रत्याहारस्य ग्रहणं कुर्मः चेत् तत्र एकमेव हकारः एकमेव वर्णः आयाति, अतः सः तु प्रत्याहारः नास्ति, एकमेव वर्णः आयाति. अतः वयं किं कुर्मः, प्रथमः आरभ्य अन्तपर्यन्तं तत्र हल् प्रत्याहारस्य वर्णानां ग्रहणं कुर्मः इति तत्र कर्तव्यम्. अतः हल् 14th प्रत्याहार किमर्थम् अस्ति? देट् इस् वै एक्सेट्रा जल् प्रत्याहारे हकारस्य आवश्यकता अस्ति. सो तत्र देर् इस् न, तत्र अकारः अपि अस्ति न. यदि वयं प्रत्याहारः वदामः चेत् अत्र हकारः अकारः लकारः लकारः अपि अस्ति, देट् इस् अ प्रत्याहार. एण्ड् फार् जल् प्रत्याहार हकारस्य आवश्यकता अस्ति, अतः तत्र अन्ते अपि हल् दत्तम् अस्ति. हकारः आदेव आगच्छति खलु. सो अट् अपि अट् प्रत्याहारे अपि हकारस्य आवश्यकता, जल् प्रत्याहारे अपि हकारस्य आवश्यकता, तत्र तत्र एतादृशचिन्तनम् अस्ति. सो हल् प्रत्याहारे सर्वाणि व्यञ्जनानि तत्र हल् प्रत्याहारे आयाति. हल् इति विषये वदतु भगिनि. हल् हल् प्रत्याहारे सर्वासराः व्यञ्जनानि अपि सन्ति. सूत्रतः अन्तिमसूत्रपर्यन्तं सर्वे स्वराः सर्वे व्यञ्जनानि तत्र सन्ति. सो वेनेवर् अल् प्रत्याहारस्य उल्लेखः सूत्रे भवति तत्र सर्वाणि ये वर्णाः तत्र वर्णमालायां सन्ति तेषां ग्रहणम्. अल् इति प्रत्याहारे स्वरः अपि च व्यञ्जनानां समूहः. हल् इति प्रत्याहारे केवलं व्यञ्जनानां समूहः. अच् इति प्रत्याहारे केवलं स्वराणां समूहः. सो अत्रापि अल् वदामः चेत् सर्वाणि व्यञ्जनानि अपि च सर्वाणि स्वराः तत्र अल् इति प्रत्याहारे आयाति. धन्यवादः. इक् प्रत्याहारविषये कः वक्तुमिच्छति? अहं वदामि वा? आं वदतु भगिनि. इक् प्रथमप्रत्याहारस्य द्वितीयस्वरातः कुत्र अस्ति? द्वितीयवर्णपर्यन्तम् द्वितीयप्रत्याहारपर्यन्तम् अस्ति. इक् इक् खलु? हा आमां. तन्मध्ये इ उ रुल् रु चतुर्थ स्वराणि सन्ति, स्वराः सन्ति. एङ् विषये क्षम्यतां भगिनि, न श्रुतवती. अनन्तरम् एङ् अस्ति, एङ् तृतीय प्रत्याहारस्य तृतीयप्रत्याहारः एङ् अस्ति. तृतीयप्रत्याहारस्य एङ् तृतीयप्रत्याहारः एव अस्ति. तन्मध्ये ए ओ द्वे स्वराः सन्ति, द्वौ स्वराः सन्ति. क्षमताम्, अहं वदामि वा? वदतु महोदय. माहेश्वरसूत्राणि अस्य नाम प्रत्याहारः न अस्ति, सूत्राणि नाम प्रत्याहारः अपि अस्ति वा? आम्, अन्यनाम अस्ति प्रत्याहारः, प्रत्याहारसूत्राणि. आं महोदय, तथैव अस्ति, अन्यनाम अस्ति प्रत्याहारः. अट् विषये कः वक्तुमिच्छति? हयवर एतानि वर्णानि आगच्छन्ति. ऐ ऊन् ऋ कैनोङ् अयो छयवर. आम् आम् आम्, तत्र हयवरट् ट पर्यन्तं हयवर. सो तत्र हकारः अपि हकारयुक्तव्यञ्जनः, हकारयुक्तव्यञ्जनः. जल् विषये वदतु. जल् जपगड जपगडद ख फ च ठ ठ चटत कपै कपा शशस हा हा नास्ति, हा स्वीकर्तव्यं वा भगिनि? जल् मध्ये हा स्वीकर्तव्यं, हल् हल् मध्ये न स्वीकर्तव्यं, जल् मध्ये स्वीकर्तव्यम्. इदानीं जल् विषये चिन्तनम् अस्ति, सो फर्गेट् अबौट् हल्. सो जल् विषये स्वीकर्तव्यम्, अत्र हा स्वीकर्तव्यम्. आम्, अत्र ह अपि आयाति, ज आरभ्य ल पर्यन्तं, वट् एवर् इस् दियर् टिल् ल यु हेव् टु टेक् देट्. ज आरभ्य ल पर्यन्तं जल् जल् मध्ये एव स्वीकर्तव्यं खलु? किं हकार किं किमर्थं जल् मध्ये एव नास्ति? जल् जाचु खल् कल् शल् तत्र एव पुर प्रथम गणानां मध्ये एव अनेकवारं ला आगच्छति खलु, लण्. देट् इस् द पूर्वः, वी हेव् टु स्टार्ट् फ्रोम् ज एण्ड् गो टिल् ल. तत्र ल अत्र एव अस्ति, अन्ते अन्ते सूत्रे एव लकारः. सो अहं भगिनि यदि खल् इति वदति चेत् अपि हा स्वीकर्तव्यं वा? आम्, तत्रापि खल् वदामः चेत् तत्रापि तदेव पृष्टवती. चेतन भगिनी अस्ति वा? नमस्ते भगिनि. नमस्ते भगिनी, अनन्तरं वदतु. महोदय वैट् बोर्ड् रैटिङ्ग् यै प्रत्याहार Yeah, you have to see where the year is. Kindly first speak the all the these pratyahara. Nana. R e u I out. A ya var. Ya. Panchama sut स्य य आरभ्य वसुत् प्रत्याहारं यै यै अष्टमसूत्रस्य पर्यन्तं के वर्णाः यै प्रत्याहारे आयात् य व र ल ञ म ग ण न ढ भ हरि आम् तत्र एकं सूत्रम् अस्ति तत्र एकं सुपि च तत्र यञ् प्रत्याहारस्य आवश्यकता अस्ति यञ् सुपि अधन्ताङ्गस्य दीर्घः भवति इत्युक्ते तत्र वृक्षयोगभ्याम् अस्ति चेत् तत्र भ्याम् इति भकारः भ्याम् इति आदिमवर्णः यञ् प्रत्याहारस्य वर्णः तत्र किं भवति वृक्षाभ्यां भवति वृक्ष यः अकारः अन्ते अस्ति तस्य अकारस्य दीर्घ भवति वृक्षाभ्यां भवति किमर्थं चेत् तत्र यञ् प्रत्याहारस्य उल्लेखः सो यञ् प्रत्याहारे के के वर्णाः आयाति सो इफ् वि नो द प्रत्याहारः अ इ उन् रि लुक् ए ओं गायाव् छय वरट् हय वरट् सो य आरभ्य देन् लन् यमगणनं जभाय सो जभाय पर्यन्तं यञ् इति प्रत्याहार सो इफ् वि रिमेम्बर् देट् वे देन् वी डोण्ट् नीड् टु लुक् एट् दीस् प्रत्याहार सो वी हेव् टु बै हार्ड् दीस् आल् दीस् प्रत्याहारस् अ इ उन् रि लुक् इट् विल् टेक् सम् टैम् बट् वेन् यु रिमेम्बर् दीस् प्रत्याहारस् देन् यु मे नाट् नीड् यु विल् रिमेम्बर् इट् मेण्टलि य आरभ्य ञ पर्यन्तम् अस्तु अनन्तरं कः अस्ति कः प्रत्याहारः यञ् अपि च जश् विषये अपि वदतु जश् मूर्धन्यषकारः अस्ति जश् अष्टम सूत्र आरभ्य नवमः सूत्रपर्यन्तं ज भ घ ढ ध सो अत्र किं किमपि विशेषम् अस्ति वा झ भ घ ढ ध सर्वे महाप्राण अपि च चतुर्थः वर्गीयचतुर्थव्यञ्जनानि अत्र दत्तं वर्गीयचतुर्थव्यञ्जनानि जश् प्रत्याहारे अस्तु अनन्तरं कः वक्तुमिच्छति जश् विषये कः वक्तुमिच्छति आं वदतु कः आं वदतु जश् विषये वदतु जबगडद जबहै घडदश् जबगडदश् यु शुड् स्पीक् इट् लैक् दिस् देन् ओन्ली ऐ विल् गेट् टु नो देट् यु हेव् रिमेम्बर्ड् दिस् जबहै घडदश् जबगडदश् जबगडदश् सो के के वर्णः जश् प्रत्याहारे आयाति सो वर्गीय आम् वर्गीयतृतीय अपि च वर्गीयचतुर्थव्यञ्जनानि जश् प्रत्याहारे आयाति अनन्तरं कः प्रत्याहारः जश् जष्ट्वसन्धि जश् आम् वर्गीय अन्य सर्वे म्यूट् मध्ये तिष्ठतु तत्र प्रतिध्वनिः आयाति खर् विषये कः वक्तुमिच्छति आम् वदतु आम् आम् सत्यं के के वर्णाः किञ्चित् उच्चैः वदतु भगिनि नाश्रय खप छट त चट कप शशस चट त तकारः अपि अस्ति चट त चट त कप शशस सो के के वर्णाः खर् प्रत्याहारे सर्वाणि तत्र कर्कशव्यञ्जनानि आयाति. कर्कशव्यञ्जनानि तत्र किमस्ति? वर्गीयप्रथम, वर्गीयद्वितीय, अपि च आम् शशस्. ह विहाय उष्मानव्यञ्जनानि शशस्. सो खर् प्रत्याहारे तत्र किम् अस्ति? कति? 5, 5, 10 and 3, 13. त्रयोदश खर् प्रत्याहारे त्रयोदश कर्कशव्यञ्जनानि आयाति. एच् प्रत्याहारे एच् एओम् एच् अयौच् ए ओ ऐ औ. सूत्रं जानाति वा? अस्य विषये कः सूत्रमस्ति? सन्धिसूत्रमस्ति, परिचितसूत्रमस्ति. एङ्ग एङ्ग पदान्ति. एङ्ग विषये तत्र तु एङ्ग अस्ति न, ए ओ विषये. एच् एच् उल्लेखः कुत्र अस्ति? एचो एचो यव एचोवया. अपि च वृद्धिरेचि, वृद्धिरेचि आम् वृद्धिरेचि. तत्र एच् प्रत्याहारस्य वर्णः परे अस्ति चेत् अकारः अपि च आकारस्य परे एच् प्रत्याहारस्य कोऽपि वर्णः अस्ति चेत् तत्र किं कर्तव्यं? वृद्धि कर्तव्यं, वृद्धिसन्धि करणीयम्. सो तत्र प्रत्याहाराणां प्रयोजनं किम् अस्ति चेत् सूत्रे तेषाम् उल्लेखः अस्ति. सूत्रं लघु भवेत्, द सूत्र अदर्वैस् वाट् ही हेड् टु से, ही सेड् ओन्ली वृद्धिरेचि, ओन्ली एकम् एव पदः तत्र अस्ति. अदर्वैस् वाट् ही हेड् टु से, ए ओ ऐ औ परे अस्ति चेत् एता वृद्धिः करणीयं. सो ए ओ ऐ औ विषये सः केवलं वदति, एच् एच् परे अस्ति चेत् वृद्धिः करणीयं. सो सूत्रं लघु भवेत्, अपि च ग्रन्थं लघु भवेत्, तस्य तेषाम् अर्थम् एव तत्र प्रत्याहारं प्रयोजनम् अस्ति व्याकरणशास्त्रे. हश् विषये कः वक्तुम् इच्छति? उषा भगिनी अस्ति वा? आं भगिनि, आं वदतु. हश् हश् हयवर आम् हयवर ल लण् प्रथमे सूत्रे वक् सूत्रं वदतु. हयवरट लण् यमगणनं जभाय घडदश सर्वगडदश कपै हश् एकवारं पुनः वदतु. हयवरट् लण् न्यमगणनं जभै घढधश् अपि च इट् कम्स् अ लिटिल् देर् न हय हश् यु हेव् टु गो टु तालुषकारः तालुषकारः दश जबगडदश जबगडदश हयवर लण् यमगणनं जभै गडदश जबगडदश के के वर्णः भगिनि? अत्र षण्मुक्षकार अस्ति. षण्मुक्षकार अस्ति चेत् कप छटत छटतौ कपै शस दश. अत्र षण्मुक्षकार अस्ति, पश्यतु. हा षण् तत्र तालुषकारः अस्ति, इत् संज्ञकः उपरि यङ् यङ् नन्तर अस्ति खलु, तदेव खलु. न न हश् इति प्रत्याहार, एच् अनन्तरं षोडश षोडश. वदतु भगिनि के के वर्णः? हयवरट् सिबिलेन्स् न ह अन्तस्थानः अस्ति, ह उष्मानः. ओके हयवर उष्मान ऊष्मः प्लस् अत्र किम् अस्ति ह इति केवलम् ऊष्मान् वर्णः यवर अन्तस्थः अपि च ल अन्तस्थान् हयवर ल न्यमगणन जभ घढध जभगडद सो वर्गीय तृतीय वर्गीय चतुर्थ वर्गीय पञ्चम अपि च अन्तस्थाः न उष्मान् उष्मान् तु एकमेव हकारः एव यवर अन्तस्थः यवर अपि किं शकारः कः शकारः अपि द्विवारम् इति बिकास् का खा तः खर् इति वदति चेत् तदा तत् शकारः द्वे अपि आगच्छति न न भगिनि शकारः एकमेव वारः अस्ति एकं वारे तु इत् संज्ञकः अस्ति द्वितीयवारे तु अवगतम् प्रथमशकारः इत् संज्ञकः द्वितीयशकारः तत्र ग्रहणं करणीयं तस्य गणना भवति अस्तु अनन्तरं कः प्रत्याहारः छौ छौ विषये कः वक्तुमिच्छति वदतु उषा भगिनी वदतु छौ प्रत्याहारविषये छ आरभ्य छठत महाप्राण चटत अल्पप्राण चछ टठ तथ चठ न अत्र तु मिक्स्ड् अस्ति अत्र मिक्स्ड् अस्ति छ आरभ्य व पर्यन्तम् आम् साधु अनन्तरं शर् प्रत्याहारः कः वक्तुमिच्छति सि एस् आर् महोदय अस्ति वा अस्मि भगिनि शर् विषये वदतु सरलमस्ति शर् शर् शर् अस्ति वा शर् सूत्राणि वदतु आरभ्य थर्टीन्त् त्रयोदश त्रयोदश सूत्रं केवलं शर् प्रत्याहारे केवलं त्रयाणां वर्णानाम् एव ग्रहणं श श अपि च स सकारः सकारस्य ग्रहणम् अनन्तरं यण् विषये वदतु परिचितमस्ति यण् अपि च सूत्रं जानाति वा परिचितम् आम् आम् आम् सत्यं कस्य कस्य स्थाने यन् आदेशः उच्यते आम् इको यनचि सूत्रम् अस्ति इक् स्थाने यन् आदेशः इक् प्रत्याहारे के के वर्णाः महोदय इक् प्रत्याहारे प्रथमगणे इ आरभ्य सर्वे स्वराणि न इक् इक् प्रत्याहारः सो इको यनचि इको यनचि यः सूत्रम् अस्ति इक् स्थाने यन् आदेशः सो ई स्थाने तत्र किं भवति यन् य आदेशः उ स्थाने व रु स्थाने ल र रकारः अपि च लु स्थाने ल सो उच्चारणस्थानस्य आधारेण एव एतत् सर्वं क्रमेण भवति इक् स्थाने यन् आदेशः तत्र इको यनचि इति सूत्रे द्वौ प्रत्याहारस्य तत्र उल्लेखः, इक् प्रत्याहारस्य अपि च यन् प्रत्याहारस्य। अस्तु महोदय, नामविषये वदतु। नाम नाम नाम प्रत्याहारे के वर्णानां ग्रहणं किमर्थं ते अत्र दन्तिनकारः अपि अस्ति म पर्यन्तं, यु हेव् टु गो टिल् म, न आरभ्य म पर्यन्तं यम गणानां अनुस्वर सहित नकारः न एकं द्वे त्रीणि चत्वारि पञ्च वर्णानि। विच् वन् यु आर् डूयिङ्ग् महोदय? विंशति, अत्र स्क्रीन् दृश्यते वा? विंशति विंशति नम् इति प्रत्याहार न आरभ्य कण्ठिन आरभ्य द्वे द्वे आजाति न न अत्र दृश्यतु नियम अत्र डामत्र निस्टार्ट् दट् दट् नि न आम् त्रीणि वर्णानां समूह कण्ठिन मूर्धन्यन दन्त्यन एते त्रया नकाराणां ग्रहणं णम् इति प्रत्याहारे कण्ठ्यन मूर्धन्यन अपि च दन्त्यन। धन्यवादः महोदय। खाय् प्रत्याहारविषये नमुडागमसन्धि करेक्ट्। खाय् विषये कः वक्तुम् इच्छति? कः वक्तुम् इच्छति? उज्ज्वला भगिनी अस्ति वा? उज्ज्वला भगिनी अनुष्या भगिनी भवती एव वदतु। खै प्रत्यय खलु एकादश प्रत्याहारतः त्रयोदशप्रत्याहारपर्यन्तम् अस्ति। तद कफ छटथ चटत कप शषथ इति अस्ति। खै अस्ति न भगिनि? खै खै प्रत्याहार अस्ति यकारपर्यन्तं। कपै कपै कपै खप चटत द्वादशसूत्रपर्यन्तम्। एकादशसूत्रतः द्वादशसूत्रपर्यन्तम् अस्ति। वर्णानि कफ चटथ चटतव कप इति। के के वर्णाः अत्र आयाति? वर्गीय वर्गीय प्रथम एवं द्वितीयवर्गाः सन्ति। आम् वर्णानि सन्ति वर्गीय प्रथम वर्गीय द्वितीयः खै प्रत्याहारे कर्कषः शशस विहाय तत्र कर्कषव्यञ्जनानि कर्कषव्यञ्जनानि सन्ति। आम् अत्र इच्छति प्रत्याहारः। र विषये कः वक्तुम् इच्छति? सरलमस्ति, यु हेव् टु स्टार्ट् फ्रोम् द फस्ट् गो टिल् द एण्ड्। यः इत्संज्ञक तत्र सूत्रे यः इत्संज्ञक वर्णः सः केवलं तस्य किं करोति? सीमारेखा करोति। सो टिल् देट् यु हेव् टु गो य आरभ्य म पर्यन्तं, श आरभ्य ल पर्यन्तम्। अत्र दृश्यतु अत्र र इति प्रत्याहारः अस्ति। सो र इति प्रत्याहारे तत्र किम् अस्माभिः किं चिन्तनं कृतं? र इति प्रत्याहार हयवर अपि च लन्, किमर्थं चेत् लन् मध्ये यः अकारः सः इत्संज्ञकः अपि अस्ति। न केवलम् उच्चारणार्थं पत्र परन्तु सः अकारः इत्संज्ञकः अपि अस्ति, अतः र इति प्रत्याहारस्य तत्र निर्माणं भवति. चत्वारिंशत् यः प्रत्याहारः अस्ति र, अत्र अकारः अपि अस्ति, अकारः इत्संज्ञकः. सो र आरभ्य अ पर्यन्तं तस्मिन् प्रत्याहारे के के वर्णाः? आम्, रकारः अपि च लकारः. सो तत्र अत्र लिखितमस्ति लन् मध्ये तु इत्संज्ञकः. इत्संज्ञकः इत्युक्ते लन् मध्ये किम् अस्ति? अकारः अस्ति, सः अकारः इत्संज्ञकः. लन् यः प्रत्याहारः अस्ति तत्र यः मध्ये अकारः अस्ति सः अकारः न केवलम् उच्चारणार्थं, सः इत्संज्ञकः अपि अस्ति, अतः वयं र इति प्रत्याहारस्य निर्माणं कर्तुं शक्यते. सो र इति प्रत्याहारे रकारः अपि च लकारस्य ग्रहणं. सो यु शुड् डू दीस् आल् दीस् एण्ड् यु शुड् रिमेम्बर् द सूत्रं बै हार्ट्. अ इ उन् रि लुक् ए ओङ् ऐ औच् हय वरट् लण् यमगणनं जभाञ् घडदश् जवगडदश् खव छठथ चटतौ कपाय शशसर हल. वेन् वि रिमेम्बर् इन् क्रमः इन् आर्डर् देन् ओन्ली वी केन् मेक् द प्रत्याहारस् ईज़िलि. वि डोण्ट् हेव् टु लुक् एट् द क्रमः एट् दट् टैम् बिकास् सूत्रे प्रत्याहाराणां प्रयोजनं, तत्र प्रयोगः दृश्यते. सो वी हेव् टु रिमेम्बर् विच् आल् वर्णास् विल् कम् इन् दिस् प्रत्याहार, इन् दिस् प्रत्याहारः. अतः एतत् पाठम् आवश्यकमस्ति. किमपि प्रश्नमस्ति चेत् कृपया पृच्छतु. किम् स्थापयतु महोदय? आम्, अहं पूर्वे अपि तत्र प्रेषितवती, एतत् करपत्रम् अहं प्रेषितवती. इदानीम् अद्य अपि अहं ऐ विल् सेण्ड् दिस् टुडे आल्सो. अभ्यास महोदये करपत्र मेल् मध्ये प्रेषयति वा? हा, एतत् करपत्रं सुब्रह्मण्यं महोदयेन निर्मितं करपत्रम् अहं मेल् मध्ये प्रेषितवती एस् एन् अटाच्मेण्ट् प्रेषितवती. आम्, ऐ विल् सेण्ड् इट् टुडे आल्सो, ऐ विल् सेण्ड् इट् टुडे आल्सो एस् एन् अटाच्मेण्ट्. एण्ड् वन् मोर् डौट् इस् देर् हियर् माहेश्वरसूत्राणि एण्ड् मातृकवर्णमाला ऐसे लिखा है ना. सो मातृक वर्णमाला वाट् इस् देट् मातृक वर्णमाला? मातृक इत्युक्ते वर्णमाला यः अस्ति अ आ इ ई उ ऊ. हा, ये जो हम स्कूल में पढ़ते हैं वाली वर्णमाला है, उसको मातृक ऐसा बोलते हैं क्या? हाँ, संस्कृत में बोलते हैं मातृक. मातृभाषा अस्ति ना, तो प्रत्येक मातृभाषायां वी रीड दिस ओनली अ आ इ उ उ. धन्यवाद. धन्यवादः. प्रश्नमस्ति भगिनी, एतानि प्रत्ययानि विहाय अन्ये प्रत्ययाः अपि भविष्यति वा? इदानीम् अभ्यासः कृतवन्तः खलु, प्रत्ययानि विहाय अन्ये अपि अस्ति वा? यथा मया उक्तं रुच् इति प्रत्याहारः, वि केन् मेक् ए रुच् इति प्रत्याहारः, बट् सूत्रे रुच् इति प्रत्याहारस्य उल्लेखः एव नास्ति. सो वी मेक् ओन्ली 44 प्रत्याहार. वै ओन्ली 44 प्रत्याहार? अत्र दृश्यतु, अत्र 44 प्रत्याहार अस्ति. सो एते 44 प्रत्याहार कुत्र लभ्यते? अष्टाध्याय्याम् एतेषाम् उल्लेखः अस्ति, अतः वी मेक् ओन्ली दीस् 44. सूत्रे एतेषाम् उल्लेखः अस्ति, अतः वी केन् मेक् अ लाट् आफ् प्रत्याहार. दिस् इस् लैक् अ एल्गोरिदम्, वी केन् मेक् लाट् आफ् प्रत्याहार. बट् प्रथमाक्षरं स्वीकृत्य अन्तिम अक्षरपर्यन्तं एकम् एकं स्वीकृत्य कर्मिटेशन् काम्बिनेशन् कर्तुं शक्यते, कर्तुं शक्यते, परन्तु आवश्यकं नास्ति. आवश्यकं नास्ति न? आम् आम्, तावदेव. आवश्यकम् ओन्ली 44 सो वी शुड मेक् वी शुड नो वट् आल् वर्णास् कम् इन् दीस् 44 देट् इस् वट् द अभ्यासः दिस् इस् ओन्ली द अभ्यासः वी हेव् टु वी शुड् नोट् डौन् इन् अवर् नोट्बुक् वट् आल् वर्णास् कम् इन् इच् प्रत्याहार इयल् प्रत्याहार and whichever are frequently used pratyaharas we should know by heart yatha ach hal al at jal jash jash api ati tatra jashatva sandhi asti so jash pratyahare keke apicha mridu vyanjanani kutra ayati karkash vyanjanani kasmin pratyahare ayati so that type of questions we can make by ourselves and we can remember that way also dhanyawadah bhagini कोऽपि अन्यप्रश्नः अस्ति वा प्रत्याहाराणां किञ्चित् भगिनी रकारस्य विषये के उक्तवती खलु अन्ते अनेकवारं वदतु भगिनि अत्र अन्ते यः रकारः अस्ति र इति प्रत्याहारः अहम् उक्तवती तस्य र इति प्रत्याहारस्य अष्टाध्याय्यां कुत्र उल्लेखः अस्ति उरनरपरः इति एकं सूत्रम् अस्ति तत्र र इति प्रत्याहारस्य उल्लेखः सो र इति प्रत्याहारः कुत्र आयाति इति प्रश्नः अस्ति सो र इति प्रत्याहारः वदामः चेत् र आरभ्य अपर्यन्तम् अत्र दृश्यतु र कुत्र अस्ति हयवरट् र अत्र अस्ति र आरभ्य अपर्यन्तं परन्तु अ तु इत्संज्ञकः कुत्र नास्ति अस्तु अ इति इत्संज्ञकः नास्ति सो अपर्यन्तं गच्छामः सो वेर् टु फैण्ड् दिस् अ सो तत्र एकं वार्तिकम् अस्ति लन् मध्ये तु अकारः लन् मध्ये तु इत्संज्ञकः सो लन् मध्ये किम् अस्ति लन् इति प्रत्याहारस्य मध्ये किम् अस्ति भगिनि अकारः अस्ति सो सो लन् मध्ये यः अकारः सः अकारः वयं किं तत्र पठितवन्तः अकारः केवलम् उच्चारणार्थम् अस्ति इति वयं पठितवन्तः व्यञ्जनस्य सह यः अकारः अत्र माहेश्वरसूत्रे सूत्रेषु यः व्यञ्जनस्य सह अकारः ज घ अ अपि श्रूयते सः अकारः केवलम् उच्चारणार्थं परन्तु लन् मध्ये यः अकारः सः इत्संज्ञकः अपि अस्ति इति वार्तिकं वदति सो र इति प्रत्याहारः र आरभ्य अपर्यन्तं सो र इति प्रत्याहारे के के वर्णाः र आरभ्य अपर्यन्तम् अ तु इत्संज्ञकः अस्ति सो रकारस्य ग्रहणम् अपि च लकारस्य ग्रहणं केवल एक र अक्षरा दीयते चेत् सर्वेपि लेखनीयं र अक्षरा दीयते चेत् आं तस्य सः अ अस्ति सो अ इति अवगतम् इदानीं सम्यक्तया अवगतम् तत्र द्वौ वर्णानां ग्रहणं करणीयं लकारस्य अपि च लकारस्य अस्तु कोऽपि अन्य सुबुमहोदयस्य करपत्रमपि प्रेषितुं शक्नोति वा आं पूर्वस्मिन् वर्गे पूर्वस्मिन् तत्र ध्वनिमुद्रण यः ईमेल् अस्ति तत्र अहं प्रेषितवती अद्य अहं अहम् अपि प्रेषयिष्यतु भगिनि आम् नमस्कारः कोऽपि अन्यप्रश्नः अस्ति वा चेतन भगिनी प्रश्नः अस्ति वा न भगिनि अस्तु भगिनी करपत्रे अभ्यासं नास्ति अहं चिन्तयामि करपत्रे अस्ति वा इति अत्र यः एतत् नास्ति एतत् नास्ति प्रत्याहाराणाम् अभ्यासः नास्ति you have to do the abhyasa yourself look at the pratyahara and make these pratyaharas I will send this करपत्रं बै 42 सेण्ड् वी विल् डू इट् 42 44 आर् देयर् 44 प्रेषयतु वयं कुर्मः आं गृहकार्यरूपेण एतत् सर्वं कुर्मः भगिनि करोतु भगिनि भगिनि माताजी करपत्रमपि प्रेषयतु महोदय यू केन् गो टु द वेब्सैट् एण्ड् डौन्लोड् दिस् करपत्रं सि अत्र अस्ति फ्रोम् वेब्सैट् दे आर् नाट् गिविङ्ग् पी डि एफ् दे वाण्ट् मी टु प्रिण्ट् आर् डू समथिङ्ग् सो दट् इस् इट् problem. If you do it, it can, you can give in PDF form. Astu mahoday, chinta mastu. I will send the PDF. वार्तिकम् इत्युक्ते यः कात्यायन महर्षि तत्र आसीत् सः वार्तिकं निर्मितं. वार्तिकम् इति एकं ग्रन्थम् अस्ति, अष्टाध्यायी उपरि सः एकं टीका करोति, परन्तु तत् वार्तिकम् इदानीम् अस्माकं समीपे नास्ति. वी केनाट् फैण्ड् द वार्तिकं, बट् महाभाष्ये अपि च अन्यस्मिन् ग्रन्थे तत्र तेषाम् उल्लेखः अस्ति. सो वररुचि यः तत्र एकं श्लोकम् अस्ति न, वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं सूत्रकारं च. सो एते त्रयाणां मुनीनां तत्र वन्दना भवति व्याकरणशास्त्रे. सो वररुचि अपि च कात्यायन एकम् एव महर्षिः अस्ति, तेन किं निर्मितं, वार्तिकम् इति ग्रन्थं निर्मितम् महाभाष्यस्य उपरि सः. आम् आम्, ही डिड् अ कमेण्ट्री, नाट् ओन्लि कमेण्ट्री, क्रिटिकल् अनालिसिस्, वट् एवर् इस् मिस्सिङ्ग्, वट् एवर् इस् रिक्वयर्ड्, वट् एवर् इस् नाट् रिक्वयर्ड्, ही डिड् अ क्रिटिकल् अनालिसिस् आन् अष्टाध्यायी इति ग्रन्थे उपरि. सो ही रोट् अ ग्रन्थ वार्तिकं, बट् देट् वार्तिकम् इस् नाट् अवेलेबल् विद् अस्, बट् फ्राम् अदर् ग्रन्थास् लैक् इन् महाभाष्य, महाभाष्य इस् दियर्, we can find the mahabhashya grantham, patanjali maharishi nane rachitam grantham. So tatra he does the ulekha, that vararuchi has said this vartikam, vararuchi has said, because this patanjali maharishi comes at the end, he did the critical analysis on both vartikam apicha ashtadhyayi upri. So together his word comes last. His word comes last, that is why we find the that vararuchis vartikani tatra mahabhashye vayam tatra labhyatum shakyate madhye madhye agacchati vartikam. Because he has referred those vartikas over there in mahabhashya granthe. Katyayanaha anantaram vararuchi samanam, katyayan vararuchi samanam, samanam, aam, samanam. But Vararuchim is the one who added or subtracted from what Katyayan. He did not subtract. Katyayan and Vararuchi is one and the same person. Oh, I see. Okay. So we have Katyayana. Patanjali Maharishi, Apicha, Panini Maharishi. Panini. Kri Muni Vandana. Panini is the one, Panini is the first one who did it. Aramha. Panini is then, the... 700 to 500 BC. His period comes from 700 to 500. After 200-300 years, Katyayan Maharishi. And after Katyayan Maharishi, 200-300 years after, came the Patanjali Maharishi. So Patanjali is the last word. Yes, yes. So he also comments that whatever here Katyayan Maharishi said this, it was not required. Then he gave his own analysis. So this is, that is also a critical analysis. Vadatum Bhagini. Panini, not the first one. पूर्वे एव पाणिनि पूर्वे अपि तत्र वैयाकरणाः तत्र आसीत्, परन्तु इदानीं वट् एवर् इस् इन् फ्रण्ट् आफ् अस् देट् स्टार्ट्स् फ्रोम् पाणिनि ओन्लि. पाणिनि यत् अष्टाध्याय, ही इस् नाट् द फस्ट् वन्, बट् ही इन्क्लूडेड् आल् द पूर्वस्मिन् ये वैयाकरणाः तत्र आसीत् तेषां सः मतः तत्र, ही इन्क्लूडेड् एव्रिथिङ्ग् इन् द अष्टाध्यायी. He did not exclude anything. Bahu samichina taya patayati mahode. Bahu dhanyavad. Excellent class. I love your class. Dhanyavad. Idanim shanti mantram. Shanti mantram patham. Dhanyavad. Padami va shanti mantra. आं पठतु. धन्यवादः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्, ॐ शान्तिः। ओ अम्म अत्र तु पूर्णमदः पूर्णमिदं ॐ पूर्णमदः पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावतिष्ठते। ॐ शान्तिश्शान्तिश्शान्तिः। हरिः ओम् श्रीगुरुभ्यो नमः। हरिः ओम्। धन्यवादः भगिनी। धन्यवादः। धन्यवादः भगिनी।